अस्तु, तर्हि अस्माकं वर्गे अनुमानस्य विषये चर्चा जायमाना अस्ति. तस्मिन् विषये अस्माभिः ज्ञातं यत् अनुमानं द्विधा भवति इति, स्वार्थानुमानं परार्थानुमानं च इति. स्वार्थानुमानस्थले यः कोऽपि यस्य कस्यापि अनुमानरूपज्ञानम् उदेति सः प्रत्यक्षज्ञानं प्राप्य अनुमानं कुर्यात्. प्रथमतया प्रत्यक्षज्ञानम् इत्युक्ते प्रथमतया अनुमानस्य हेतुं सः पश्यति स्वार्थानुमानस्थले. इदमेव पक्षधर्मताज्ञानम् इति, हेतुः पक्षे अस्ति इति ज्ञानं. तदा द्वितीयज्ञानं जायते व्याप्तिज्ञानं, नाम यत्र यत्र हेतुः तत्र तत्र साध्यम् इति पूर्वजातस्य अनुभवस्य कारणेन व्याप्तिज्ञानं जायते. प्रथमं पक्षधर्मताज्ञानं, तदनन्तरं व्याप्तिज्ञानं. उदाहरणत्वेन यत्र यत्र धूमः तत्र तत्र वह्निः. तदनन्तरं परामर्शः, हेतुः कीदृशः इति चेत् साध्यव्याप्यः, अतः साध्यव्याप्यहेतुमापक्षः इति तृतीयं ज्ञानम्. इदं सर्वं भूत्वा एव अनुमितिः इति ज्ञानम् उत्पन्नं भवति तस्य आत्मनि. अनुमितिः एव अनुमानं, पक्षे साध्यम् अस्ति अथवा साध्यवान् पक्षः इति ज्ञानं. चत्वारि सोपानानि सन्ति स्वार्थानुमानस्थले. इमानि चत्वारि ज्ञानानि एव परार्थानुमानस्थले अपि जायन्ते, किन्तु तत्र परार्थानुमानस्थले प्रक्रिया काचित् भिन्ना अस्ति. तादृशी अनुमानसाधिका प्रक्रिया या अस्ति सा किञ्चित् भिन्ना अस्ति. तर्हि परार्थानुमानस्थले इमानि चत्वारि ज्ञानानि कथं जायन्ते इति जयन्ती भगिनी किञ्चित् वदति वा? आं भगिनि, अस्तु. परार्थानुमानस्थले अनुमितिः तु प्रत्यक्षज्ञानेन न जायते, यथा पूर्वम् उक्तं स्वार्थानुमानस्थले. अत्र तु अन्य कोऽपि हेतुं दृष्ट्वा व्याप्तिज्ञानं प्राप्य तदनन्तरमेव तस्य मनसि अनुमितिः उदेति, अनुमितिज्ञानम् उदेति. परन्तु परार्थानुमाने तु यः पश्यति हेतुं, सः आगत्य तस्य मित्रेण सह वार्तालापं करोति. वार्तालापे तु वदति पर्वतः वह्निमान् इति प्रथमं वाक्यं वदति, यत् प्रतिज्ञाज्ञानम् इति उच्यते. पर्वतः वह्निमान् इति तस्य अनुमितिज्ञानमेव प्रकटीकरोति प्रथमं. तदनन्तरं श्यामः वा को अन्य कोऽपि मित्रं वद पृच्छति कुतः इति. तस्य उत्तरम् अस्ति रामस्य धूमत्वात् इत्युक्ते हेतुकारणेन पर्वतः वह्निमान् इति. तत् अस्ति हेतुवाक्यम् इति. तदनन्तरं अनन्तरम् उदाहरणवाक्यरूपेण यः यः धूमवान् स स वह्निमान् यथा महानसम् इति रामः वदति. उदाहरणं दत्त्वा इत्युक्ते दृष्टान्तं दत्त्वा, महानसरूपेण दृष्टान्तं दत्त्वा बोधनार्थं सः वदति महानसे यत् भवति तथा एव यः यः यः धूमवान् सः तथा एव न, क्षम्यतां भगिनि, यथा महानस, महानसे यः यः धूमवान् सः सः वह्निमान् इति उदाहरणवाक्यं वदति. तत्तु तदानीमेव श्यामस्य मनसि व्याप्तिज्ञानं जायते, शाब्दबोधकरूपेण व्याप्तिज्ञानं जायते. इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्नि इति व्याप्तिज्ञानं तत्र तदा भवति. अनन्तरम् उपनयवाक्यम् इति अस्ति सोपानं, तथा च अयम् इति रामस्य वाक्यम्. तथा इत्युक्ते यथा महानसे तथा च अयम् अयम् इत्युक्ते पर्वते अपि इति तत्र तदा पक्षधर्मता ज्ञानं जायते श्यामस्य मनसि इत्युक्ते पक्षः अस्ति पर्वते पर्वते अपि तथा एव भवति इति अन्तिमे निगमनरूपेण तस्मात् तथा इति रामः वदति तदा एव परामर्शः अपि तु अनुमितिज्ञानं जायते श्यामस्य मनसि परामर्शः इत्युक्ते धूमत्वात् एव तथा एव भवति अत्र पर्वते अपि इति पर्वतविषये ज्ञानं बोधयति तस्मात् श्यामस्य मनसि निगमन अनुमितिज्ञानम् उदेति यत् पर्वतः वह्निमान् इति बहु समीचीनमस्ति भगिनि तर्हि परार्थानुमानस्थले एतानि पञ्चवाक्यानि यानि भगिन्या अधुना प्रतिपादितानि प्रथमं प्रतिज्ञावाक्यं पर्वतो वह्निमान् इति पुनः इदं सर्वं परार्थानुमानस्थले वार्तालापमाध्यमेन कोऽपि स्पीकर् मध्ये अस्ति इति मन्ये यः कोऽपि स्पीकर् मध्ये अस्ति कृपया म्यूट् कुर्वन्तु क्षम्यतां प्रश्नः अस्ति मम तत्र उदाहरणवाक्यम् अस्ति तत्र यो यो धूमवान् स वह्निमान् यथा महानसम् इति अत्र तृतीयसोपानं यदस्ति तस्य वदनानन्तरं श्यामस्य ज्ञानं शाब्दबोधेन भवति वा सः पूर्वमपि जानाति इति अस्ति पूर्वमेव जानाति अत्र शाब्दबोधः तु अस्मिन् अनुमाने न आगच्छति किल तृतीयं तु व्याप्तिज्ञानम् अस्तु व्याप्तिज्ञानम् इति तदा जायते यदा श्यामः अपि श्यामस्यापि तादृश अनुभवः स्यात् यो यः भूमवान् स वह्निमान् इति स्यात् तदा एव जायते इति किन्तु भवत्याः प्रश्नः काचित् भिन्ना किञ्चित् भिन्नः अस्ति इति चिन्तयामि तत्र न मम क्लेशः अस्ति एतत्तु गतसप्ताहे अपि किञ्चित् चर्चितं तत्र श्यामस्य तथा पूर्व अनुभवः अस्ति चेदेव तस्य परार्थानुमानं जायते इति व्याप्तिज्ञानम् सत्यं तर्हि व्याप्तिज्ञानं तस्य स्वेन अनुभवेन पूर्वं तस्य भवेत् इति अत्र अस्ति किल न तु केवलं रामः वदति अतः श्यामः जानाति व्याप्तिम् इति तथा नास्ति व्याप्तेः ज्ञानं श्यामस्य अपि पूर्वं स्यात् तदा एव अनुमानम् अस्ति एतत् सत्यं सत्यम् अपि च स्वार्थानुमानस्थले अपि पश्यति चेत् व्याप्तिज्ञानम् इति द्वितीयं ज्ञानमस्ति खलु तद् ज्ञानमपि स्मरणात्मकं ज्ञानम् पूर्वजातस्य अनुभवस्य कारणेन तादृशव्याप्तिः अस्ति यत्र यत्र हेतुः तत्र तत्र साध्यम् अथवा यत्र यत्र धूमः तत्र तत्र वह्निः इति तादृशवह्नि धूमयोः सहचारस्मरणम् अथवा सहचाररूपसंस्कारः द्रष्टा यः अस्ति तस्य आत्मनि प्रथमं भवेत् तदा एव इदं पर्वतम् इमं पर्वतं दृष्ट्वा पुनः व्याप्तिज्ञानम् उदेति व्याप्तिज्ञानं तु स्मरणात्मकं ज्ञानं स्मरणरूपज्ञानमेव तर्हि स्वार्थानुमाने परार्थानुमाने अपि द्वयोः अपि जनयोः तत्र व्याप्तिज्ञानं पूर्वमेव स्वानुभवेन एव भवेत् तत्र सत्यं नो चेत् इदानीं नो चेत् रामः कथं वा श्यामम् उद्दिश्य यथा महानसम् इति वक्तुं शक्नुयात् सः उभाभ्याम् अङ्गीकर्तव्यमस्ति महानसे तथा अस्ति इति इत्युक्ते श्यामः अपि पूर्वं दृष्टवान् एव महानसं दृष्ट्वा अस्तु तथा अस्ति इति श्यामस्य मनसि स्यात् इति अस्तु तृतीयं भगिनि एक किञ्चित् भेदः अस्ति, यथा स्वार्थ अनुमति स्थले तत्र यथा वा उदाहरणवाक्यमस्ति यो यो धूमान् स मह्निमान्, तत्र दृष्टान्तः न अस्ति स्वार्थ अनुमति स्थले, परन्तु अत्र परार्थ अनुमति स्थले तु दृष्टान्तः अपि वक्तव्यमस्ति, यो यो धूमान् स मह्निमान् यथा महानसम्, पूर्वस्मिन् स्थले तत्र दृष्टान्तः न उक्तः. सत्यं महोदय, तदेव अस्ति. पूर्वस्मिन् स्थले स्वार्थानुमानस्थले उदाहरणवाक्यमपि नास्ति किल, यतोहि यः कोऽपि पश्यति साक्षात् एव पश्यति, तर्हि उदाहरणस्य आवश्यकता नास्ति. परार्थानुमानस्थले यथा महोदयेन उक्तं तृतीयसोपाने उदाहरणम् आवश्यकम्. अस्तु, हा, तदा चतुर्थसोपाने उपनयनवाक्ये तथा च अयम् इत्युक्ते अयं पर्वतः तथा कथमस्ति, महानसः यथा महान् यथा तथा वह्निव्याप्य धूममान् अस्ति पर्वतः इति. तदनन्तरम् अन्ततो गत्वा निगमनवाक्ये एव तस्मात् तथा, तस्मात् इत्युक्ते धूमवत्वात् अयं पर्वतः वह्निमान्, तस्मिन्नेव परामर्शः अपि च किम् अन्तिमं किं हा अनुमितिः इति जायते. अस्तु, नूतनतया केनचित् आगतं खलु विलम्बेन, कोऽपि अस्ति? वर्धिनी अस्मि भगिनि. वर्धिनी भगिनि, इतः अग्रे परार्थानुमानं स्वार्थानुमानं ज्ञातवन्तः, ततः अग्रे गत्वा व्याप्तिः, अन्वयव्याप्तिः इत्युक्ते किं, न्यायशास्त्रे न्यायपरिभाषया लक्षणवाक्यरीत्या वक्तुम् इच्छामश्चेत् कथं वदामः इति अस्माभिः परिशीलितं. तत्र च एकं वाक्यमस्ति लक्षणवाक्यरूपेण, हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्य सामानाधिकरण्यम् एव व्याप्तिः इति. तस्य विषये सावित्री भगिनी किञ्चित् वदति वा? आं, प्रयत्नं करोमि भगिनि. व्याप्यः एव व्याप्तिमान् इति अङ्गीकृतमस्ति. पर्वतः वह्निमान् धूमात्, अत्र व्याप्ति कीदृशी इति किञ्चित् वक्तव्यमस्ति. व्याप्तिः धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसमानाधिकरणः धूमः, वह्निसामानाधिकरण्यं धूमे, अयमेव वृत्तिः व्याप्तिः इति विवरणं दत्तम् अस्ति. तत्र धूमाधिकरणवृत्ति इति, धूमाधिकरणः इत्युक्ते धूमस्य अधिकरण अत्र पक्षः अथवा पर्वतः, वृत्ति इत्युक्ते अत्र आधेयः. पर्वते या वृत्तिः अस्ति तत्र बहवः आधेयः भवितुम् अर्हन्ति. अत्यन्ताभाव अप्रतियोगी वह्नि, बहवः अत्यन्ताभावाः अपि भवितुम् अर्हन्ति, यथा घटपटादि अभावः, परन्तु तत्र अप्रतियोगी भवति वह्निः इत्युक्ते वह्नेः अभावः तु नास्ति एव. तदर्थं धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी भवति वह्निः, समानाधिकरणः धूमः, वह्नि अपि च धूमस्य समानाधिकरणः अस्ति पर्वते, वह्नि समानाधिकरण्यं धूमे, तदेव अन्वयव्याप्तिः इति मम अवगमनम्. बहु समीचीनमस्ति भगिनि. हा, तर्हि समानाधिकरणधूमः इति, तत्र समानाधिकरणः समानादि वह्नि धूमौ समानाधिकरणौ, अथवा धूमः समानाधिकरणः एकवचने स्वीकुर्मश्चेत्, तर्हि समानाधिकरणं करणम् इत्यस्य भावः सामान्याधिकरण्यम् इति, एतद् सामानादिकरण्यम् एव व्याप्तिः, यतोहि व्याप्तिः अस्ति धूमे, व्याप्तिः धूमे अस्ति, व्याप्तिः कीदृशी इति वक्तव्यं भवति. धूमे व्याप्तिः अपि अस्ति, सामानादिकरण्यमपि अस्ति. समानादिकरण इत्यस्य भावः सामानादिकरण्यं, तदपि अस्ति धूमे इति कृत्वा सामानादिकरण्यं कीदृशम् अस्ति इति वक्तव्यं भवति, व्याप्तिः कीदृशी इति इत्यस्य अवगमनार्थम्. अतः एव साध्य सामानादिकरण्यम् अथवा वह्नि सामानादिकरण्यं धूमे अस्ति इति वदन्ति व्याप्तिप्रसङ्गे. पुनः सः वह्निः कीदृशः इति वक्तव्यं भवति. वह्निः कीदृशः इति वदनार्थमेव एतत् सर्वमस्ति यद्भगिन्या अधुना प्रतिपादितम्. धूमाधिकरणवृत्ति अत्यन्ताभाव नाम घटपटाभावः इत्यादयः ये भवन्ति धूमस्य अधिकरणे, तेषाम् अप्रतियोगी अस्ति वह्निः. यतोहि घटाभावस्य प्रतियोगी वह्निः न भवितुमर्हति, पटाभावस्य न भवितुमर्हति इति कृत्वा अप्रतियोगी वह्निः. तादृशवह्नि सामानादिकरण्यम् अस्ति धूमे, तदेव व्याप्तिः इति अन्वयव्याप्तिः कीदृशी इति अत्र चर्चितमस्ति. व्याप्तिः इत्युक्ते अस्मिन् प्रसङ्गे अन्वयव्याप्तिः, अग्रे गत्वा व्यतिरेकव्याप्तिः कीदृशी इति अग्रिमभागः अस्ति. अत्र सर्वेषां स्पष्टता अस्ति वा, कोऽपि प्रश्नः? धूमः व्याप्यः, तर्हि तस्मिन् व्याप्तिः अस्ति. वह्निः व्यापकः, तर्हि तस्मिन् व्यापकत्वं, तस्मिन् व्यापकत्वम् अस्ति अवश्यं. तर्हि भवती एव वदतु. वयं चर्चितवन्तः विपरीतदिशि न वक्तुं शक्नुमः. व्याप्ये व्याप्तिः अस्ति, व्याप्यः व्याप्तिमान् इति अङ्गीकारः समीचीनः, परन्तु व्यापके अपि व्याप्तिः अस्ति इति किमर्थं न वक्तुं शक्नुमः? किमर्थमित्युक्ते यत्र यत्र यत्र वह्निः अस्ति तत्र सर्वत्र धूमः अस्ति इत्येव वक्तुं न शक्नुमः. इत्युक्ते केषुचित् स्थलेषु वह्निः भवति परन्तु धूमः स्यात् तत्र. सम्यक् सम्यक्. तर्हि धूमे क्षम्यतां, तर्हि वह्नौ धूमस्य व्याप्तिः इति न वक्तुं शक्नुमः. आम्, तर्हि वह्नौ व्यापकत्वम् अस्ति परन्तु तत्र न, स एव प्रश्नः आसीत्, व्याप्तिः धूमे परन्तु वह्नौ व्यापकत्वम् इति अस्ति, परन्तु तत्र भिन्नभावाः ते किल, व्यापकत्वं व्याप्तिः इति भिन्नमेव सः. व्याप्तिः व्याप्तिः इति प्रश्ने कृते कस्य व्याप्तिः इति, यः कोऽपि व्याप्नोति तस्य व्याप्तिः खलु. यः कोऽपि व्याप्नोति इत्युक्ते वह्निः एव व्याप्नोति धूमं. तर्हि वह्नेः व्याप्तिः अथवा साध्यस्य एव व्याप्तिः, अन्वयव्याप्तिः धूमे इति वक्तुं शक्नुमः. अपि च विपरीतरीत्या गमनेन तत्र क्लेशः भवति इति भवती एव प्रदर्शितवती अधुना. तर्हि तत्र व्याप्तिः धूमे इत्युक्ते वह्नेः, आम् अस्तु, किञ्चित् मम भ्रमः अभवत्. वह्नेः व्याप्तिः न तु धूमे विद्यमान व्याप्यत्वस्य भावः नास्ति तत्र. न न न न सम्यक्, इदानीं स्पष्टं, धन्यवादः. अस्तु अस्तु, समीचीनम्. अस्तु, तर्हि अग्रे इतः अग्रे व्यतिरेकव्याप्तिप्रसङ्गे चर्चा भवती एव पठतु अग्रे. आं भगिनि, अत्र वा अग्रे व्यतिरेकव्याप्तिः कीदृशी, अग्रे व्यतिरेकव्याप्तिः कीदृशी, तदाधारेण पञ्च अवयवाः कथं भवन्ति, ततः च अनुमिथे कथं जायते इति द्रष्टव्यम्. अत्रैव अस्माकं प्रश्नः किल, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति व्याप्तिज्ञानस्य आधारेण पक्षे हेतुः अस्ति चेत् साध्यमपि अवश्यम् अस्ति इति कथं सिद्ध्यति? अन्वयव्याप्तिस्थले चिन्तनं यथा तदपेक्षया व्यतिरिकव्याप्तिस्थले चिन्तनं किञ्चित् अन्यादृशं भवति. सर्वप्रथमं कश्चन मूलसिद्धान्तः बोध्यः, इदमेव बीजम् अवगम्यते चेत् समग्रबोधः इतोपि सुलभः. तर्हि एतावत्पर्यन्तम् अन्वयव्याप्तिः दृष्टा अस्माभिः, इदानीं व्यतिरेकव्याप्तिः कथमस्ति अपि च तत्र पञ्च अवयवाः कथं भवन्ति, ततः कथम् अनुमितिज्ञानं जायते इति तत्र प्रश्नः. तर्हि अत्र अस्माकं प्रश्नः उदेति, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति व्यतिरेकव्याप्तेः आधारः यः अस्ति तत् स्वीकृत्य, सः आधारः यः अस्ति तम् आधारं स्वीकृत्य कथं तत्र पक्षे हेतुः अस्ति चेत् साध्यमपि अस्ति इति कथं साधयितुं शक्नुमः? इत्युक्ते किमपि नास्ति नास्ति इति कृत्वा कथं ततः अस्ति अस्ति इति कथं साधयितुं शक्नुमः इति प्रश्नः. तर्हि यथा अन्वयव्याप्तिः अस्ति तस्य अपेक्षया व्यतिरेकव्याप्तौ किञ्चित् भिन्नचिन्तनम् अस्ति, तर्हि तद् कथम् इति अग्रे अस्ति. तर्हि प्रश्नम् इतोपि एकवारं स्पष्टीकरोति वा? तर्हि प्रश्नः अस्ति तत्र व्यतिरेकव्याप्तेः विषये. अस्माकं वाक्यमस्ति यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति, तर्हि व्यतिरेकव्याप्तिः अस्ति नास्ति, एकं नास्ति तर्हि भिन्नमपि अपरमपि नास्ति इति व्यतिरेकव्याप्तिज्ञानमस्ति. तर्हि तस्य आधारेण कथं वयं एकम् अस्ति चेत् अपरमपि अस्ति इति कथं ज्ञातुं शक्नुमः इति अत्र प्रश्नः. हा हा, समीचीनं. तर्हि अन्ततो गत्वा अनुमानस्य लक्षणं किम्? आदौ एव वयं पठितवन्तः पक्षे साध्यं साधनीयम् इति वार्ता खलु. अस्य करपत्रस्य आरम्भः अस्माकं लक्ष्यं किम् इत्यस्य घोषणेन आरब्धम् इति मन्ये. किं साधनीयम् अस्माभिः? पक्षे साध्यम् अस्ति इति साधनीयम् इति अस्माकं लक्ष्यमस्ति. तर्हि पक्षे हेतुः अस्ति चेत् साध्यमपि अवश्यम् अस्ति इति साधनीयं. तद् साधयितुं शक्नुमः व्यतिरेकव्याप्तिस्थले. भगिनी व्यतिरेकव्याप्तेः उदाहरणं ददाति वा? यत्र धूमः नास्ति तत्र वह्निः अपि नास्ति इति वा? न, यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति. सत्यं सत्यं, यत्र यत्र वह्निः नास्ति तत्र तत्र अवश्यं धूमः नास्ति इति व्यतिरेकव्याप्तिज्ञानम्. किन्तु व्यतिरेकव्याप्तिज्ञानं न पर्याप्तम्. अस्माभिः पक्षे हेतुः अस्ति अतः साध्यमपि अवश्यम् अस्ति इति साधनीयम् इति लक्ष्यम्. अपि च अत्र प्रश्नः उदेति, नकारात्मकविषयं स्वीकृत्य नास्ति नास्ति इति कृत्वा तस्मिन् सन्दर्भे अपरस्मिन् स्थले नास्ति नास्ति इति नकारात्मकज्ञानेन अन्यत्र अस्तित्वम् अस्ति हेतोः इति कथं सिद्ध्यति इति. पक्षे हेतोः अस्तित्वम् अपि च साध्यस्य अस्तित्वम् अवश्यमस्ति इति कथं सिद्ध्यति इति प्रश्नः. अस्तु, अस्य प्रश्नस्य उत्तरत्वेन अग्रे इतोपि किञ्चित् दीयते. नास्ति नास्ति इति नकारात्मकं ज्ञानम् उपयुज्य पक्षे साध्यस्य अस्तित्वं कथं साधयामः इति. अस्तु तर्हि इतः अग्रे अजितमहोदय पठति वा? अस्तु भगिनि. कश्चन व्याप्यः ततः खलु सत्यं कश्चन व्याप्यः कश्चन व्यापकः च स्तः चेत् व्याप्याभावं प्रति व्यापकाभावः व्याप्यः व्याप्याभावश्च व्यापकः इति सार्वत्रिकनियमः नाम अभावशब्दस्य संयोजनेन व्याप्तिकथनावसरे शब्दक्रमः विपरीतत्वेन वक्तव्यः तथैव च पुनः पुनः कर्तुं शक्यते अभावः शब्दसंयोजनं विपरीतत्वेन शब्दक्रमः अग्रे पठति वा भगिनी अथवा अस्तु यत् बुद्धं तद् वदतु अग्रे अनन्तरं परिशीलयामः इच्छति चेत् इतोपि एकवारं पठतु कश्चन व्याप्यः कश्चन व्यापकः च स्तः चेत् व्याप्याभावं प्रति व्यापकाभावः व्याप्यः इत्युक्ते वयं जानीमः व्याप्यः व्याप्यः व्यापके व्यापकः व्याप्ये व्याप्यः खलु अस्तु आरम्भे धूमः वह्निः इति उदाहरणं स्वीकृत्य तत्र व्याप्यः कः व्यापकः कः इति वदतु किञ्चित् धूमः व्याप्यः वह्निः व्यापकः समीचीनं धूमः व्याप्यः इत्युक्ते किम् धूमः व्याप्यः इत्युक्ते मम प्रश्नस्य आशयः अस्ति कस्य क्षेत्रं बृहद् कस्य क्षेत्रं लघु इति वह्निक्षेत्रं बृहत् बृहत् धूमक्षेत्रं लघु इति लघु समीचीनं वह्निक्षेत्रं बृहद् अस्ति अतः सः व्यापकः तत्र धूमस्य क्षेत्रं लघु अतः सः व्याप्यः इत्युक्ते व्यापकेन व्याप्यः वह्निना व्याप्यः धूमः इति अस्तु महोदय तर्हि इदं बुद्धं चेत् अग्रे किञ्चित् वदति वा व्यापकेन व्यापकः सिद्ध्यति यत्र यत्र व्याप्यः तत्र तत्र व्यापकः एकनिमिषः महोदय एकनिमिषः इदं परिशीलनीयं भवति खलु व्याप्यः व्यापक तत् तथा व्यापकाभावं प्रति व्यापकाभावः व्याप्यः इत्युक्ते यथा वह्निः व्यापकः धूमः व्याप्यः वह्न्याभावं व्यापकाभावः तत्र धूमाभावः अपि अस्ति हा समीचीनं भवता सम्यक्तया उक्तं व्यापकाभावः इत्युक्ते वह्न्याभावः अपि च व्याप्याभावः इत्युक्ते धूमाभावः हा इदानीं प्रथमतया वयं किं कृतवन्तः व्यापकव्याप्ययोः मध्ये सम्बन्धः कीदृशः इति परिशीलितवन्तः अस्तु इदानीं व्याप्याभावः व्यापकाभावः अनयोः मध्ये कीदृशः सम्बन्धः अनयोः मध्ये कः व्याप्यः कः च व्यापकः इति परिशीलनीयं तत्र किञ्चित् वदति वा अनयोः मध्ये व्यापक वह्न्यभावः तत्र वह्न्यभावः धूम अभावः अस्ति सन्ति वह्न्यभावः इत्युक्ते धूमाभावः व्याप्य प्रथमतया वह्निः व्यापकः धूमः व्याप्यः आसीत् इदानीम् अभावचर्चा अभावस्य चर्चा अभावप्रसङ्गे विपरीतं जातम् व्यापकाभावः व्याप्यः अभवत् व्याप्याभावः च व्यापकः अभवत् इति एव अत्र प्रदर्शितमस्ति तत्र तर्हि सार्वत्रिकनियमः कः इति पठतु एकवारं व्याप्याभावश्च व्यापकः इति व्याप्याभावं प्रति व्यापकाभावः व्याप्यः व्याप्याभावश्च व्यापकः इति सार्वत्रिकनियमः नाम इति बुद्धं वा आम् इति बुद्धम् अग्रे नाम अभावशब्दस्य संयोजनेन व्याप्तिकथनावसरे शब्दक्रमः विपरीतत्वेन वक्तव्यः यथा वयम् उक्तवन्तः व्यापकाभावः इत्युक्ते तत् वह्न्याभावः व्याप्यम् इति व्याप्यः धूमाभावः व्यापकः इति विपरीतत्वेन वक्तव्यः बहु समीचीनं धूमाभावः व्यापकः नाम यः कोऽपि यस्य कस्यापि लघु आसीत् व्याप्यः आसीत् लघुक्षेत्रमासीत् यस्य कस्यापि अभावस्य योजनेन तस्य अभावः अपरस्य अभावस्य अपेक्षया बृहदस्ति इति व्याप्याभावः व्यापकः व्यापकाभावः व्याप्यः विपरीतं जातम् अभावशब्दसंयोजनेन विपरीतं जातम् अग्रे तथैव च पुनः पुनः कर्तुं शक्यते अभावः शब्दसंयोजनं विपरीतत्वेन शब्दक्रमः यथा अस्तु अस्तु तत् अन्य कोऽपि पठति इदानीं बुद्धं खलु अभावसंयोजनं अभावसंयोजनेन विपरीतं भवति इति आं बुद्धं भगिनि अग्रे यत्किमपि अस्ति अभावसंयोजनेन कथं क्रमेण विपरीतत्वं जायते इत्यस्य निदर्शनमस्ति तर्हि राजेन्दर् महोदय समीचीनं राजेन्दर् महोदय आम् भगिनि प्रयत्नं करोमि व्याप्येण व्यापकः सिद्ध्यति यत्र यत्र व्याप्यः तत्र तत्र व्यापकः यथा व्याप्यः यथा व्याप्यस्य क्षेत्रं न्यूनम् अस्ति व्यापकस्य क्षेत्र अपेक्षया तत् यत् यत् एकनिमिषः भगिनि यत् यत्र यत्र व्याप्यः अस्ति तत्र तत्र व्यापकः भवति व्यापकस्य व्यापकं सिद्ध्यति यथा यत्र व्याप्यः अस्ति यथा यत्र यत्र धूमः तत्र तत्र वह्निः यथा वयं पूर्वं पठितवन्तः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः धूमः वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः एकं तु तत्र एकं सिद्धान्तः अस्ति व्याप्येन व्यापकः सिद्ध्यति व्याप्य पश्यामः व्यापकः अपि तत्र भवति एव द्वितीयः अस्ति व्यापक अभावेन व्याप्य अभावः सिद्ध्यति इदानीं यथा अभावशब्दस्य प्रयोगकरणेन प्रयोगेण तत्र विपरीत दिशि गच्छति व्यापक अभावेन तथा न्यूनक्षेत्रम् अस्ति तेन व्याप्य अभावः सिद्ध्यति व्याप्य अभावः क्षेत्रं बृहत् अस्ति व्यापक अभावस्य अपेक्षया तत्र यथा व्यापक अभावः अस्ति तत्र व्याप्य अभावः सिद्ध्यति तत्र यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्य अभावः यथा पूर्वं वयं पश्यतवन्तः यत्र यत्र साध्य अभावः अस्ति वह्निः अभावः अस्ति तत्र तु धूमः अभावः अस्ति तत्र तत् सिद्ध्यति व्यापक अभावेन व्याप्य अभावः अपि सिद्ध्यति. तृतीयमस्ति व्याप्य अभाव अभावेन व्यापक अभाव अभावः सिद्ध्यति. व्याप्य अभाव अभावेन तत्र पुनश्च व्याप्यः एव यथा पूर्वं व्याप्यः धूमः अस्ति धूमः अस्ति धूम अभाव अभावेन व्यापक अभाव अभावः वह्नि अभाव अभावः सिद्ध्यति. यत्र यत्र व्याप्य अभाव अभावः तत्र तत्र व्यापक अभाव अभावः धूम अभाव अभावः वह्नि अभाव अभावः यत्र यत्र धूम अभाव अभावः तत्र तत् वह्नि अभाव अभावः तत्र पुनश्च वारं वारं यथा उपरि लिखितम् आसीत् पुनः पुनः तत्र विपरीतशब्द अभावशब्दप्रयोजनं कर्तुं शक्नुमः. अत्र व्याप्य अभाव अभावेन व्यापक अभाव अभावः सिद्ध्यति. यत्र यत् धूम अभाव अभावः तत्र तत्र वह्नि अभाव अभावः. हा सम्यक् अस्ति, समीचीनम्. तर्हि पश्यन्तु तत्र तृतीयवाक्ये पुनः विपरीतत्वम् अथवा रिवर्स् जातं. व्यापकाभावः इति महोदयेन यथा उक्तं, व्यापकाभावः तत्र किमासीत्? व्याप्यः लघुक्षेत्रमासीत् द्वितीयवाक्ये. तृतीयवाक्ये पुनः अभावस्य योजनेन व्याप्याभाव अभावः इत्यस्य क्षेत्रं लघु. तर्हि व्याप्याभाव अभावः इति व्याप्यः अभवत् तृतीयवाक्ये, पुनश्च व्यापकाभाव अभावः इति व्यापकः अभवत् तृतीयवाक्ये. एवमेव अभावसंयोजनेन विपरीतत्वं जायते इति. अत्र बुद्धं वा सर्वैः? कोऽपि प्रश्नः? अग्रे गमनात् प्राक् इदं बुद्धं स्यात्. अस्तु, नूतनतया केनचित् आगतं विलम्बेन इदानीमेव? कोऽपि अस्ति नूतनतया? हा अस्तु, तर्हि इतः अग्रे सरेम. तर्हि जयन्ती भगिनी, न वर्धिनी भगिनी पठति वा? आं भगिनि, अत्र प्रथमं वाक्यं साधु इति चेत् द्वितीयं वाक्यमपि साधु, द्वितीयं वाक्यं साधु इति चेत् तृतीयं वाक्यम् अपि साधु. अस्य सिद्धान्तस्य आधारेण व्यतिरेकव्याप्तिबलेन साध्यं सिद्ध्यति. अपि च यत्र हेतुः पक्षभिन्नाधिकरणे न भवति तत्र व्यतिरेकदृष्टान्तेन एव सिद्ध्यति इति अस्मात् प्रथमवाक्यस्य असम्भवत्वात् द्वितीयवाक्यात् आरभ्यते. अत्र प्रथमं वाक्यं साधु, द्वितीयं वाक्यमपि साधु. प्रथमवाक्यम् इत्युक्ते किं? व्याप्येन व्यापकः सिद्ध्यति. यत्र व्याप्यः तत्र व्यापकः. इति सामान्यवाक्यं खलु, अन्वयव्याप्तेः वाक्यमस्ति प्रथमवाक्यं. द्वितीयवाक्यं? द्वितीयवाक्यं व्यापक अभावेन व्याप्य अभावः सिद्ध्यते. व्यतिरेकरूप अस्ति. यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्य अभावः. इत्युक्ते यत्र यत्र वह्न्याभावः तत्र निश्चयेन धूमाभावः इति द्वितीयं वाक्यम् इति अपि सत्यं खलु इति जानीमः. आम् आम् आम्. प्रथमवाक्यं क्रमसिद्धि, द्वितीयवाक्यं व्यतिरेकसिद्धि अस्ति वा? व्यतिरेकरूपम् अस्ति वा? अन्वयव्याप्तिः प्रथमवाक्यं, द्वितीयं व्यतिरेकव्याप्ति. द्वितीयं वाक्यं साधु इति चेत् तृतीयं वाक्यमपि साधु. तृतीयवाक्यं व्याप्य अभाव अभावेन व्यापक अभाव अभावः सिद्ध्यति. अर्धं अर्धः प्रथमवाक्यस्य इव. हा, बहु समीचीनं भगिनि, प्रथमवाक्यस्य इव. तर्हि कथम् इति किञ्चित् वदति वा? भवत्या यदुक्तं तत् सत्यं, प्रथमवाक्यस्य इव अस्ति, किन्तु कथम् इति वदति वा? समानः एव, व्याप्य अभावः इत्युक्ते व्याप्यः अस्ति, अभावस्य अभावः. सत्यम्. अत्र लघुक्षेत्रमस्ति खलु, व्याप्य अवश्यं व्याप्याभावाभावः इत्यस्य क्षेत्रं लघु, तत्तु सत्यं. व्यापकाभावाभावः इत्यस्य क्षेत्रं बृहत्. किन्तु तृतीयवाक्यमपि साधु इत्यस्य कथनस्य आशयः कः इति भवती उक्तवती एव, यतोहि प्रथमवाक्यः एव फलितार्थः तृतीयवाक्येन. अत्र विपरीतत्वम् अस्ति तृतीयवाक्ये खलु, व्याप्य अभाव अभाव. हा, सत्यं, भवत्या यथा उक्तं व्याप्याभावस्य अभावः. अभावस्य अभावः इत्युक्ते किम्? अस्तित्वम्. अभावस्य अस्तित्वं, बहु समीचीनम्, अस्तित्वमेव. व्याप्याभावभावः यत्र यत्र इत्युक्ते यत्र यत्र व्याप्यः, यत्र यत्र व्याप्य अभावः, तत्र तत्र व्याप्य व्यापक अभाव अभावः. यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति, व्यापक अभाव अभावः, धूमाभाव अभावः, वह्नि अभाव अभावः. सत्यम्. अस्तु, अग्रे अस्य सिद्धान्तस्य आधारेण व्यतिरेकव्याप्तिबलेन साध्यं सिद्ध्यति. एतत् सिद्धान्तस्य आधारेण व्यतिरेकव्याप्तिबलेन साध्यं सिद्ध्यति. अपि च यत्र हेतुः पक्षभिन्न अधिकरणे न भवति तत्र व्यतिरेकदृष्टान्तेन एव सिद्ध्यति इति अस्मात् प्रथमवाक्यस्य असम्भवत्वात् द्वितीयवाक्यस्य वाक्यात् आरभ्यते. अस्य सिद्धान्तस्य आधारेण इत्युक्ते भवती यदुक्तवती तृतीयवाक्यं प्रथमवाक्यम् इव इति, तस्य आधारेण व्यतिरेकव्याप्तिमाध्यमेन साध्यं साधनीयं भवति पक्षे. हा, यतोहि सन्ध्या भगिनी पठितवती खलु, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति, इत्यस्य आधारेण पक्षे हेतुः अस्ति चेत् साध्यमपि अस्ति इति अन्ततो गत्वा साधनीयं. कथं सिद्ध्यति एतद् इति, इत्यस्य साधनार्थं नकारात्मकं वाक्यम् उपयुज्य अस्तित्वं साधनीयं भवति. अपि च इति अन्तिमवाक्ये किमुक्तमस्ति? अपि च यत्र हेतुः पक्षभिन्न अधिकरणे, अपि च यत्र हेतुः तदर्थे धूमः पक्षभिन्न अधिकरणे न भवति तत्र व्यतिरेकदृष्टान्तेन एव सिद्ध्यति इति अस्मात् प्रथमवाक्यस्य असम्भवत्वात् द्वितीयवाक्यात् आरभ्यते. पक्षभिन्न अधिकरणे न भवति, तादृश उदाहरणमस्ति वा? पर्वतः नास्ति चेत्? न, तथा नास्ति. हेतुः, हेतुः इत्युक्ते यः कोऽपि भवतु, धूमः वा अन्यः कोऽपि, सत्यं. किन्तु अपरम् उदाहरणं चिन्तयतु, यत्र हेतुः पक्षभिन्न अधिकरणे, नाम पक्षभिन्नस्थले न भवति हेतुः इति चिन्तयतु, तादृश उदाहरणं स्मर्यते वा? अन्य कोऽपि किञ्चित् साहाय्यं वनिः उष्णः वर्णित्वात् सम्यक् सम्यक् महोदय इतोपि किञ्चित् विस्तरेण वदतु एतस्मिन् उदाहरणे किमस्ति अत्र वह्निः उष्णा वह्नित्वात् जले तु उष्णत्वं न अस्ति परन्तु अत्र उष्णत्वं तु साध्यम् एव वह्नित्वात् तु हेतुः अस्ति परन्तु जले तु उष्णत्वं न अस्ति तत्र तत्र यदा साधितुं कथं साधितुं शक्नुमः यत् वह्निः अभावः तत् उष्ण अभावः अपि यत् यत् उष्ण अभावः यत् यत् उष्ण अभावः तत् वह्निः अभावः अपि अस्ति तत् तथा वदामः तत् साधयितुं शक्नुमः पक्षिभिन्न उष्णत्वं वह्नौ अस्ति अपरं सूर्यकिरणेन अपि अस्ति खलु सत्यं सत्यं तत्तु समीचीनं सत्यं किन्तु अत्र वार्ता रवीन्द्रमहोदय सर्वं सम्यक्तया उक्तं परन्तु इदानीं वयं हेतुः पक्षभिन्नस्थले नास्ति इति वदामः खलु तर्हि भवतः उदाहरणे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् हेतुः कः हेतुः तु वह्नित्वात् वह्नित्वात् इति वह्नित्वं वह्नि भिन्नस्थले लभ्यते वा न भवति वह्नित्वं वह्नि भिन्नस्थले न लभ्यते इति एव वार्ता अत्र यत्र यत्र यत्र हेतुः पक्षभिन्न अधिकरणे न भवति यथा महोदयस्य उदाहरणे तत्र वयं किं न वक्तुं शक्नुमः सावित्री भगिनी किञ्चित् आं भगिनी वदामि यत्र हेतुः पक्षभिन्नस्थले न प्राप्यते तदा दृष्टान्तः एव न दातुं शक्यते तदर्थं यन्नैवं तं नैवं तथा वक्तुं वदनस्य आवश्यकता अस्ति तत्र अन्वयव्याप्तिः कार्यं न करोति अन्वयदृष्टान्तः न लभ्यते हेतुः पक्षभिन्नस्थले नास्ति तदर्थम् अत्र व्यतिरेकव्याप्ति उपयुज्य पक्षे साध्यं साधयामः सम्यक् सम्यक् यत्र हेतुः पक्षभिन्नस्थले न लभ्यते यथा राजेन्द्रमहोदयस्य उदाहरणे तर्हि तत्र तेषु सन्दर्भेषु यत्र यत्र हेतुः तत्र साध्यः इति वाक्यं निरर्थकमस्ति वह्नित्वम् इति एकत्रैव लभ्यते वह्नौ तर्हि किमर्थं वा यत्र यत्र इति सर्वं वदामः तादृशवाक्यम् अन्वयव्याप्ति वाक्यमेव न भवति तेषु प्रसङ्गेषु हा अतः व्यतिरेकव्याप्तिः आश्रयणीया व्यतिरेकव्याप्तिम् आश्रित्य यत्र यत्र साध्याभावः तत्र तत्र धूमाभावः अथवा यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति व्यतिरेकव्याप्तिम् आश्रित्य एव अग्रे गमनं साधु भवति इति तर्हि इदानीं पश्येम व्यतिरेकव्याप्तिम् आश्रित्य कथं साध्यं पक्षे साधयामः इति अग्रिमभागः अस्ति प्रथमतया परार्थानुमानम् इत्यस्मिन् पञ्चसोपानानि सन्ति इति जानीमः तानि पञ्चसोपानानि उपयुज्य व्यतिरेकव्याप्तिमाध्यमेन पर्वतः वह्निमान् धूमात् इति कथं साधयामः इति अग्रे अस्ति अत्र कोऽपि प्रश्नः अस्तु तर्हि अन्ति भगिनी पठति वा अपि च एकनिमिषः अपि च केनचित् नूतनतया आगतम् अस्तु जयन्ति भगिनि. आं भगिनि, अस्तु. अधुना यत्र यत्र वन्य अभावः तत्र तत्र धूमाभावः इत्यस्मात् पर्वतः वह्निमान् इति साधनीयम्. अत्रापि पञ्च अवयवाः भवन्ति. यथा वयं दृष्टवन्तः, यदा दृष्टान्ते हेतुः हेत्वभावः अस्ति तदा कथं साधनीयं शक्नुमः, कथं साधयामः यत् पक्षे हेतुः अस्ति अतः साध्यम् अस्ति इति कथं साधयामः. अत्र द्वितीयवाक्यम् अपि च तृतीयवाक्यस्य उपयोगं कृत्वा तयोः माध्यमेन एव साधयितुं शक्नुमः इति अग्रे अस्ति. पञ्च अवयवाः व्यतिरेकव्याप्तौ पर्वतः वह्निमान् भूमात्. अस्तु, परार्थानुमाने पञ्च अवयवान् दृष्टवन्तः. तेषाम् उपयोगं कथं भवति, उपयोगः कथं भवति इति पश्याम. प्रतिज्ञावाक्यं प्रथमं, प्रतिज्ञावाक्यं पर्वतो वह्निमान्. परार्थानुमाने कस्यचित् वदनेन प्रथमं वाक्यं भवति पर्वतो वह्निमान् इति रामस्य वृत्तान्तः. तदेव प्रतिज्ञावाक्यं पर्वतो वह्निमान् इति. द्वितीयवाक्यं हेतुवाक्यं धूमवत्वात् इति. धूमं दृष्टवान् अतः धूमवत्वात् प्रथमं वाक्यं सत्यम् इति वदति. द्वितीयं वाक्यम् उदाहरणवाक्यं, यो यो वन्य अभाववान् स सर्वोऽपि धूमाभाववान् यथा हृदः. अत्र अभावभाषया उदाहरणवाक्यं रचयामः. पूर्वमेव वयं जानीमः यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति व्यतिरेकव्याप्तेः व्यापाक्यम्. अत्र अभावस्य उपयोगेन यः यः साध्य अभाववान् नाम वन्य अभाववान् सः धूमाभाववान्. हृदि वा जले साध्यस्य अभावः अस्ति, इत्युक्ते उष्णत्वस्य अभावः. अत्र तु वाक्यमस्ति पर्वतः वन्यमान् धूमात् इति. अतः यत्र यस्मिन् दृष्टान्ते तादृशनियमः नास्ति, हेतुः नास्ति अतः साध्यं नास्ति, तत्र यः वन्य अभाववान् यः साध्य अभाववान् सः तत्र धूमा अभावः अपि अस्ति इत्येव अर्थः यथा स्थिति. अग्रे उपनयवाक्यम् न तथा च अयम्. अत्र सामान्यतया परमार्थानुमाने तथा च अयम् इति वयं दृष्टवन्तः. यत्र दृष्टान्तः पक्षयोः समानता अस्ति, परन्तु अत्र तु वयं जानीमः यत् दृष्टान्ते साध्यस्वभावः अतः हेत्वभावः अपि. अतः विपरीतरीत्या वक्तव्यं भवति न तथा च अयम् इत्युक्ते हृदि वा दृष्टान्ते वह्नि अभावः अस्ति अतः धूमाभावः अस्ति, परन्तु तादृशी स्थितिः न अयम्, अयं तादृशी स्थितिः नास्ति इत्येव. अयं पक्षः पर्वतः तथा न अयं पर्वतः. हृदि या स्थितिः अस्ति तादृशी स्थितिः अत्र नास्ति. हेत्वभाववान् न भवति. अत्र यथा हृदि साध्याभाववात् हेत्वभावः अस्ति, तादृशी स्थितिः नास्ति इत्युक्ते पर्वते हेत्वभावः नास्ति. वयं जानीमः हेतुः अस्ति अत्र. हेतुं दृष्ट्वा एव सर्वाणि वाक्यानि उक्तानि अस्ति, अथवा अतः हेत्वभावः नास्ति इति. पञ्चमं वाक्यं निगमनवाक्यं, तस्मात् न तथा. तस्मात् तथा इति पूर्वस्मिन् प्रसङ्गे, अत्र तु व्यतिरेकव्याप्तेः विषये तस्मात् न तथा हेत्वभावः नास्ति अत्र पर्वते, अतः यथा हृदि तथा न अत्र इत्येव निगमनं भवति. तस्मात् हेत्वभावात् हेत्वभावभावात् न तथा नाम वन्यभाववान् न, इत्युक्ते हेत्वभावभाववात् साध्यभाववान् न. हेत्यभावभाववान् इत्युक्ते हेतोः अस्तित्वम्, हेतोः अस्तित्वात् साध्यस्य अस्तित्वं, तदेव अर्थः. हेत्वभिन्नरीत्या हेत्वभावभाववात् साध्याभावभाववान् न इति. तस्मात् एव धूमाभावभाववात् वन्याभाववान् न इति. अतः अत्र वह्निः वर्तते, वह्निः अस्ति, यतोहि अत्र हेत्वभावः नास्ति. हृदि या स्थितिः अस्ति तथा न अत्र, अतः एव हेत्वभावभाववात् वन्यभावः अस्ति इति न वक्तुं शक्नुमः इति. हेत्वाभाव किञ्चित् टङ्ग् ट्विस्टर् इव अस्ति. हेत्वाभाव अभावात् हेतुः अस्ति अत्र, अतः एव वह्निः अस्ति इति. वन्यभावभावभावान् इत्युक्ते वह्निमान् पर्वतः वह्निमान्. समीचीनं. तर्हि अत्र किञ्चित् तुलनां कुर्वन्ति चेत् उपरितने परार्थानुमान उदाहरणे तु तत्र अन्वयव्याप्तिप्रसङ्गः, तत्र प्रतिज्ञावाक्यं तु समानं, पर्वतो वह्निमान् इति. यथा भगिनी उक्तवती, पर्वतो वह्निमान् इति किमर्थं तथा वक्तुं शक्यते रामेण इत्युक्ते, सः धूमं दृष्टवान् पर्वते. हेतुवाक्यमपि समानं धूमवत्वात्. उदाहरणवाक्यमस्ति, यो यः धूमवान् स वह्निमान् यथा महानसम्. इदं तु अन्वयव्याप्तेः प्रसङ्गः. हेतुः अस्ति अतः साध्यः अस्ति, यत्र यत्र हेतुः तत्र तत्र साध्यम् इति प्रसङ्गः, यथा महानसः महानसे. किन्तु अत्र इत्युक्ते व्यतिरेकव्याप्तिप्रसङ्गे उदाहरणवाक्ये काचित् भिन्नता दृश्यते. अभावम् आश्रित्य वदति सः उदाहरणवाक्यं, यतोहि व्यतिरेकव्याप्तिप्रसङ्गः. प्रथमवाक्यम् इति यद्वयं दृष्टवन्तः तत्र राजेन्द्रमहोदयेन पठितभागे, प्रथमवाक्यस्य प्रयोगः एव न अर्हति व्यतिरेकव्याप्तिप्रसङ्गे. अतः यः यः वह्न्याभाववान् नाम यः यः साध्याभाववान् सः धूमाभाववान् हेत्वाभाववान् यथा ह्रदे इति वक्तव्यं भवति. ह्रदः इत्युक्ते जलम्, अतः जलस्य उदाहरणं दत्तमस्ति. जले वह्न्याभावः अतः धूमाभावः. अपि च उपनयवाक्ये न तथा च अयम् इत्युक्ते अयं पर्वतः न तथा, न तथा इत्युक्ते कथं नास्ति, धूमाभाववान् नास्ति यथा ह्रदः तथा नास्ति. अतः अयं पर्वतः हेत्वाभाववान् न भवति. ह्रदः हेत्वाभाववान् धूमाभाववान् पर्वतः न तथा. अनेन निगमनं वाक्यं जायते, तस्मात् न तथा इत्युक्ते तस्मात् हेत्वाभाववान् न भवति इत्यतः वह्न्याभाव अभाववान् इति सारांशः. इदानीं अन्येन केनचित् अपि वक्तव्यं भवति सोपानमार्गेण. सन्ध्या भगिनी वदति वा एकवारम्? एतदेव वा भगिनी, व्यतिरेकव्याप्तेः पञ्चावयवाः? सत्यम्. तर्हि अत्र परार्थानुमानस्य व्यतिरेकव्याप्तौ कथं तत्र पञ्चावयवाः सन्ति इति प्रतिपादितमस्ति. तत्र प्रतिज्ञावाक्यं पर्वतो वह्निमान् इति, यतोहि रामः दृष्टवान् अस्ति अस्मिन् उदाहरणे, सः दृष्टवान् अस्ति पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं. हेतुवाक्यं धूमवत्वात् एतद् सोपानद्वयमपि तत्र अन्वयव्याप्तिस्थले यथा तथैव. इदानीम् उदाहरणवाक्ये अत्र व्यतिरेकव्याप्तिः भिद्यते. यथा अन्वय व्याप्तिस्थले उदाहरणवाक्यमस्ति यो यो धूमवान् स स वह्निमान् इति, तस्य विपरीतमस्ति अत्र उदाहरणवाक्यं व्यतिरेकव्याप्तौ यो यो वह्न्यभाववान् स सर्वोऽपि धूमाभाववान् यथार्हतः इति. तर्हि यत्र यत्र वह्नेः अभावः अस्ति तत्र सर्वत्र धूमस्य अभावः अपि अस्ति. उदाहरणमस्ति यथा ह्रदः इत्युक्ते जलस्य, तत्र कोऽपि रेसर्वायर् इति, कासारः, तडागः इति, तादृशः. तर्हि उदाहरणवाक्यं यो यो यो वह्नभाववान् सो सो सः धूमाभाववान् इति. इदानीम् अग्रे उपनयवाक्यमस्ति न तथा च अयम् इत्युक्ते यथा ह्रदः भवति वह्नभाववान् तस्मात् धूमाभाववान् तथा अयं पर्वतः तथा नास्ति इत्युक्ते अत्र तत्र न च न तथा च अयम् इत्युक्ते अयं पक्षः पर्वतः तथा नास्ति इत्युक्ते यथा ह्रदः धूमाभाववान् भवति वन्याभावात् वन्याभाववत्वात् तथा पर्वतः नास्ति इत्युक्ते पर्वते हेतोः अभावः नास्ति इत्युक्ते पर्वतः हेत्वा अभाववान् नास्ति, ह्रदस्य विपरीतमस्ति इति. इदानीं निगमनवाक्यम् अस्माकम् अन्वयव्याप्तौ निगमनवाक्यमासीत् तस्मात् तथा, परन्तु अत्र पुनः तस्य विपरीतमस्ति. निगमनवाक्यमस्ति तस्मात् न तथा इत्युक्ते तस्मात् हेत्वाभावाभावात् न तथा इत्युक्ते वह्नभाववान् न इत्युक्ते यदा वयं वदामः तस्मात् न तथा, हेत्वाभाववान् नास्ति इत्युक्ते हेत्वाभावाभाववान् अस्ति पर्वतः, तेन कारणेन न तथा इत्युक्ते वह्नभाववान् यथा ह्रदः तथा पर्वतः नास्ति इति तत्र आगतम्. ततः पुनः वह्नभाववान् नास्ति इत्युक्ते वह्नभाव अभाववान् अस्ति इत्युक्ते तस्य अर्थः पुनः वह्निमान् एव अस्ति इत्युक्ते पर्वते वह्निः अस्ति, पर्वतः वह्निमान् अस्ति, कस्मात् हेत्वभावस्य अभावः नास्ति इत्युक्ते धूमस्य अभावः नास्ति इति कृत्वा धूमः अस्ति अतः वह्निः अपि अस्ति पर्वते इति निगमनम् अस्ति. बहु समीचीनं भगिनि. तर्हि अन्ततो गत्वा पश्यन्ति चेत् हेत्वाभाव अभावः अस्ति अस्मिन् पर्वते. वयं चर्चितवन्तः हेत्वाभाव अभावः इत्युक्ते हेतुः अस्ति, हेत्वाभावस्य अभावः अस्तित्वं सूचयति. अस्मिन् पर्वते हेत्वाभाव अभावः इत्युक्ते हेतुः अस्ति, हेतुं दृष्ट्वा एव वदति रामः अधुना. तर्हि हेतुः अस्ति, हेत्वाभाव अभावः अस्ति, अतः अयं पर्वतः न तथा. न तथा इति कस्य विषये भगिनि, इतोपि एकवारं? न तथा इत्युक्ते पर्वतः न तथा इत्युक्ते तथा इत्युक्ते ह्रदः इव, तथा नास्ति. हा, समीचीनं. ह्रदः इव नास्ति पर्वतः. ह्रदः इव इत्युक्ते इत्युक्ते धूमाभाववान् यथा ह्रदः तथा वह्नभाववान् नास्ति इति पर्वतः. सत्यं सत्यं. न तथा इत्युक्ते यथा ह्रदः न तथा ह्रदः कीदृशः ह्रदः वह्न्याभाववान् इति उदाहरणवाक्ये वह्न्याभाववान् यथा ह्रदः तथा नास्ति अयं पर्वतः वह्न्याभाववान् न इत्युक्ते न इत्यस्य स्थाने पुनः अभावः नकारात्मकचिन्तनं तर्हि वह्न्याभाव अभाववान् अस्ति अयं पर्वतः वह्न्याभावस्य अभावः इत्युक्ते वह्निः अस्ति पर्वते अतः पर्वतः वह्निमान् अन्ततो गत्वा द्वितीयवाक्यम् इत्युक्ते तत्र पुनः पुनः अभावयोजनम् इत्यस्मिन् द्वितीयवाक्यं यद् परिशीलितं द्वितीयवाक्यम् अपि च तृतीयवाक्यम् इत्यनयोः मेलनेन प्रथमवाक्यं सिद्धं भवति अत्र इति वार्ता. आं भगिनि. अन्यः कोऽपि प्रयत्नं करोति वा वक्तुम्? अस्माकम् अद्यतनपाठः तु अत्रैव समापयिष्यते. अग्रिमपङ्क्तिद्वयं पठित्वा समापयिष्यते. ततः अग्रे अग्रिमसप्ताहे भवति. तर्हि अन्य कोऽपि अभ्यासं करोति वा? राजेन्द्रमहोदयः प्रायः. आम् आं भगिनि, प्रयत्नं करोमि. अस्मिन् स्थले व्यतिरेकव्याप्ति स्थले तत्र कथं साधनीयं तत्र पञ्च अव्यवाः सन्ति. यथा तु प्रथमं तु प्रतिज्ञावाक्यं, तत्र तु पूर्वम् अव्ययव्याप्ति स्थले अपि तथैव आसीत्. परार्थ यथा परार्थ अनुमानं तत्रापि तथैव आसीत्. पर्वतो वह्निमान् तत्र प्रतिज्ञावाक्यम् अस्ति. तत्र प्रश्नः उदेति कथं तथा वक्तुं शक्नुमः. हेतुवाक्यमस्ति धूमत्वात्, यत् धूमः अस्ति तत्र प्रतिज्ञावाक् तत्र तु हेतुवाक्यम्. उदाहरणवाक्यं तत्र यो अत्र भेदः वर्तते. अत्र उदाहरणवाक्यस्थले अत्र यो वह्नि अभाववान् स सर्व अपि धूम अभाववान् यथा हृदः. यथा हृदय यथा जले वन् धूम अभावः अस्ति, वह्नि अभावः अपि अस्ति. तथैव यो वह्नि अभाववान् यथा जले तत्र सर्व अपि धूम अभाववान् भवन्ति. उपनयवाक्यमस्ति न तथा च अयं. न तथा इत्युक्ते हृदः जले अयं पक्षः यः पर्वतः तथा न अस्ति. जलः तु धूम अभाववान् आसीत् परन्तु पर्वतः न हेत्व अभाववान् न भवति. एकं स्पष्टीकर्तव्यमस्ति. न तथा इत्युक्ते जलः हेतु अभाववान् धूम अभाववान् अस्ति तथा अयं पक्षः नास्ति. समीचीनम्. अयं पक्षः यः पर्वतः तत् हेतु अभाववान् न भवति. निगमनवाक्यम् अस्ति तस्मात् न तथा अत्र पुनः च जलस्य वृत्तान्तः यथा आसीत् तथा अत्र तस्मात् अत्र तथा न तथा यत् हेतु तस्मात् हेतु अभाववत् न तथा नाम वह्नि अभाववान् अस्मिन् पक्षे न अस्ति. यथा जले आसीत् तथा तस्मात् अत्र तथा न आसीत् अस्ति. अत्र पर्वते वह्नि अभाववान् न अस्ति अयं पर्वतः. वह्नि अभाववान् न इत्युक्ते वह्नि अभाववान् इत्युक्ते वह्निमान् वह्नि इत्युक्ते यथा वह्नि अभाववान् न इत्युक्ते तत्र इत्युक्ते वक्तुं शक्नुमः वह्नि अभाववान् अयं पर्वतः अस्ति इत्युक्ते पर्वतः वह्निमान् अस्ति. वह्नि अभावस्य अभावः वह्नि अभाव अभाववान् द्विवारम् अभावस्य कथनेन अस्ति इति सङ्गच्छते. वह्नेः अभावः तस्य अभावः पर्वते अस्ति। एकनिमिष, वह्नेः अभावस्य अभावः पर्वते अस्ति वा? मां पृच्छति वा भगिनि? वह्ने अभावस्य अभावः नास्ति, तत्र वह्निः तु अस्ति, तत्र पर्वता महोदय चिन्तयतु, वह्नेः अभावस्य अभावः पर्वते अस्ति वा इति प्रश्नः। न, द्विवारम् अभावः, वह्नि वह्नेः अभावस्य अभावः पर्वते अस्ति वा? कथं भवतु तत् वह्नेः अभावस्य अभावः तत्र अस्ति, सत्यम् अस्ति, क्षम्यताम्। अन्ततो अन्ततो गत्वा अभाव द्विवारं घटितपदं, द्विवारम् अभावघटितपदं यत्र भवति, वह्नेः अभावस्य अभावः इति भवति चेत् वह्निः अस्ति इति। तृतीयं वाक्यं भवता पठितं खलु, यत्र यत्र धूमः, तादृशम् अस्ति। एतत् सर्वम् उपयुज्य अन्ततो गत्वा यत्र यत्र धूमः नाम यत्र यत्र धूमाभावाभावः तत्र तत्र वह्निः इत्युक्ते तत्र तत्र वह्न्याभावाभावः इति साधितमस्ति। अस्तु, इदानीं स्पष्टं स्यात् तर्हि सर्वेषां मनसि। अस्तु, अग्रे पठेम तर्हि। अजितमहोदय अग्रे पठति वा अत्र वस्तुतः? अत्र वस्तुतः केवलं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनं नाम द्वितीयवाक्यम् अत्र उदाहरणवाक्यं सत्यं, किन्तु अत्र पक्षे तथा नास्ति, अत्र उपनयवाक्यं। तथा नास्ति इत्यस्य कथनेन तृतीयं वाक्यम् अस्ति, अत्र निगमनवाक्यम्, अनेन च साध्यं सिद्ध्यति। अत्र वस्तुतः केवलं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनम् इत्युक्ते व्यापक अभावेन व्याप्याभावः सिद्ध्यति, व्याप्याभावभावेन व्यापकाभावभावः सिद्ध्यति इति। बहु समीचीनं महोदय, अनयोः एव मेलनं, अनयोः एव मेलनं कुत्र, अनयोः मेलनं कुत्र, मेलनं अनयोः मेलनं कुत्र अस्ति? अत्र पञ्जावायवे पञ्जावायवे अस्ति, सत्यं। समीचीनं, तर्हि द्वितीयतृतीयस्य वाक्यं वाक्ययोः मेलनम् अत्र अस्ति, किं परार्थानुमानस्य पञ्च अवयवेषु अस्ति। अस्तु, अग्रे। नाम द्वितीयवाक्यम् अत्र उदाहरणवाक्यम्, उदाहरणवाक्यम् इत्युक्ते द्वितीयवाक्यम् ओके, द्वितीयवाक्यम् इत्युक्ते व्यापकाभावेन व्याप्याभावः सिद्ध्यति। अत्र उदाहरणवाक्यमस्ति, यो यो वह्न्यभावाभावान् सः स सर्वोऽपि धूमाभावाभावान् यथा हृदः। बहु समीचीनं, तत्र द्वितीयवाक्यस्य अन्तिमभागं पठतु। द्वितीयवाक्यस्य अन्तिमं भागं वह्न्यभावः धूमाभावः इत्युक्ते यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः। हा, इदमेव वाक्यम् अत्र तृतीयवाक्यं खलु, यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः। वह्न्याभावा भवान् इत्युक्ते वह्नि अस्ति। एकनिमिष उपरितनद्वितीयवाक्यम्, उपरितनद्वितीयवाक्यं पञ्चावयवेषु कथमं वाक्यम्? पञ्चावयवेषु तृतीय तृतीयवाक्यम्, उदाहरणवाक्यम्। हा, उदाहरणवाक्यं द्वितीयवाक्ये, उपरितनद्वितीयवाक्ये वह्न्याभावस्य उल्लेखः, धूमाभावस्य उल्लेखः खलु। तथा एव उदाहरणवाक्ये अपि, तत्र पश्यति चेत् यत्र यत्र वह्न्याभावः इति उक्तम्, अत्र तु केवलं मतुप् प्रत्ययं योजयित्वा यो यो वह्न्याभाववान् अथवा यः यः वह्न्याभाववान् सः सर्वोऽपि धूमाभाववान्। साम्यमस्ति किल? अग्रे सत्यं, किन्तु अत्र पक्षे पक्षे तथा नास्ति। पक्षे तथा नास्ति इत्युक्ते उपनयनवाक्ये, उपनयवाक्यम्, क्षम्यता, उपनयवाक्ये तथा नास्ति, न तथा च अयम्, अयं पक्षः पर्वतः, तथा न। हेत्वाभाववान् न भवति। तथा नास्ति इत्युक्ते यथा द्वितीयवाक्यम् अथवा उदाहरणवाक्यम् अस्ति तथा नास्ति। कः? पक्षः। पक्षः, समीचीनम्। पक्षः तथा नास्ति अथवा पक्षे तादृशी स्थितिः नास्ति। पक्षे कीदृशी स्थितिः नास्ति? कीदृशी स्थितिः इत्युक्ते यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः इति स्थितिः नास्ति। स्थितिः नास्ति, वस्तुतः पर्वते धूमाभावः नास्ति। धूमाभावस्य विषये एव वक्तव्यमस्ति अत्र, वक्तव्य धूमाभावस्य विषयः एव वक्तव्यः, यतोहि सः प्रथमतया प्रतिज्ञावाक्यं वाक्यस्य वदनसन्दर्भे केवलं धूमं पश्यति खलु पर्वते। वह्नेः उल्लेखः नास्ति, धूमं पश्यति सः साक्षात्, अतः वक्तुं शक्नोति यद् अयं पर्वतः न तथा, इत्युक्ते अयं पर्वतः धूमाभाववान् नास्ति अथवा अयं पर्वतः धूमवान्, हा, धूमवान् अस्ति, तथा नास्ति इत्यस्य कथनेन तृतीयं वाक्यम् अस्ति। तृतीयं वाक्यम् अस्ति इत्युक्ते व्याप्याभावाभावेन व्यापकाभावः सिद्ध्यति। व्याप्याभावाभावेन इत्युक्ते व्याप्यः अस्ति, व्यापकाभावाभावः सिद्ध्यति इत्युक्ते व्यापकः सिद्ध्यति। तर्हि निगमनवाक्ये किम् उक्तमस्ति अत्र? अत्र निगमनवाक्यं तस्मात् न तथा। तस्मात् न तथा इत्युक्ते अयं पर्वतः धूमाभाववान् नास्ति तस्मात्। बहु समीचीनम्। तस्मात् हेत्वाभावाभावात् न तथा। हेत्वाभावाभावात् इत्युक्ते हेतुः नाम वह्न्याभावाभावान् न। हेतुः इत्युक्ते धूमः, धूमः। अयं पर्वतः तस्मात् न तथा, तस्मात् इत्युक्ते हेत्वाभाव अभावात् इति, तस्मात् इत्यस्य स्थाने हेत्वाभाव अभावः इति योजयति चेत् तस्य फलितार्थः कः? हेतुकारणात्। हा, हेतुकारण, समीचीनं। हेतुः अस्ति इत्यस्मात् न तथा नाम नाम अयं पर्वतः धूमाभावाभावान् धूमाभावान् नास्ति इति। एकनिमिषः, अयं पर्वतः धूमाभाव धूमाभाववान् नास्ति, धूमाभाववान् नास्ति, समीचीनं। तर्हि किं सिद्ध्यति तेन? अयं पर्वतः धूमवान् इति। न, वस्तुतः अयं पर्वतः अयं पर्वते अस्मिन् पर्वते वह्निः अस्ति इति साधनीयं। साधनीयं, तर्हि निगमनवाक्ये किं साधितमस्ति? निगमनवाक्ये हेत्वाभावाभावात् न तथा इत्युक्ते अयं पर्वतः वह्न्याभावाभवान् न। हा, समीचीनं, वह्न्याभाववान् न, वह्न्याभाववान् न इत्युक्ते वह्निमान्। तर्हि अन्तिमनिगमनवाक्यम् उपरितनतृतीयवाक्यमिव दृश्यते खलु? तृतीयवाक्यं धूमाभावाभावः वह्न्याभावाभावः, यत्र यत्र धूमाभावाः धूमाभावाभावः तत्र तत्र वह्न्याभावाभावः। साम्यमस्ति वा न? यत्र यत्र निगमनवाक्ये अपि च भवता यद्वाक्यं पठितं तृतीयवाक्ये साम्यम् अस्ति खलु? साम्यम् अस्ति। अभाव अभावः इत्युक्ते तत्र अस्ति इति आगच्छति, इदमेव निगमनवाक्यं। धूमाभावस्य अभावः अथवा हेतु अभावस्य अभावः अस्मिन् पर्वते इत्युक्ते हेतुः अस्ति, अतः न तथा। न तथा इत्युक्ते ह्रदः यथा अस्ति वह्न्याभाववान् तथा अयं पर्वतः वह्न्याभाववान् नास्ति, वह्न्याभाववान् नास्ति इति कृत्वा पर्वतः वह्निमान् इति साधयामः। ह्रदः इत्युक्ते जल, जलं, तडागः, कासारः, पाण्ड् इति। अस्तु भगिनि, एकः संशयः अत्र, उदाहरण अहं चिन्तयामि, उदाहरणार्थं शैत्यकाले चिन्तयतु, शैत्यकाले प्रातःकाले वयं तडागं दृश्यन्ति चेत् तत्र धूमः पश्यति खलु, पश्यन्ति खलु? वस्तुतः सः भवान् किं वदति इति अहं जानामि, वस्तुतः धूमः नास्ति, फाग् इति खलु भवतः। तदापि वयं धूमः इति प्रायः न, तत्तु तत्तु धूमः नास्ति, धूमः इति वह्निना जातः कश्चन पदार्थः, स्मोक्, धूमः इत्युक्ते स्मोक्, किन्तु भवान् यद् पश्यति तद् वाटर् वेपर् इति। आम् आम्, एतद् वाटर् वेपर् एव, किन्तु वयं साधारणतया धूमः इति वदन्ति खलु, तदेव तथा न वदन्ति इति चिन्तयामि, अन्यः कोऽपि शब्दः स्यात् तस्य कृते। अस्तु, चिन्ता मास्तु भगिनि, अहं अस्तु परन्तु धूमः इत्युक्ते स्मोक् इति, यः वह्निना जायते सः। अस्तु, अस्तु, तर्हि अत्र स्थगयामः. वर्गे अग्रिमपरिच्छेदं शनिवासरस्य वर्गे किञ्चित् पठितवन्तः, किन्तु पुनः तस्य विवरणं भवति प्रतिपादनम् अग्रिमसप्ताहे. तर्हि एतावत् पर्यन्तं कोऽपि प्रश्नः? अस्तु, प्रश्नाः न सन्ति चेत् विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः. शुभरात्रिः.